ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं चर्च्यमानविषयः अस्ति सार्वधातुकलकाराः अपि च अर्धधातुकलकाराः, तेषाम् अधिकचिन्तनं। वयं दृष्टवन्तः तत्र ये विकर्णप्रत्ययाः सन्ति तिङन्तपदस्य निर्माणार्थं, तत्र धातूनां तत्र दशगणाः सन्ति, परन्तु गणचिन्तनं दशसु लकारेषु न आवश्यकम्, केवलं चतुर्षु लकारेषु धातुः कस्मिन् गणे अस्ति इति चिन्तनम् आवश्यकम्। किमर्थं चेत् एतेषु चतुर्षु लकारेषु एव तत्र गणविकरणप्रत्ययस्य भागः तत्र तिङन्त पदे तत्र मध्ये श्रूयते। धातुतिवादयस्य मध्ये यः विकरणप्रत्ययस्य भागः अस्ति केवलं चतुर्षु लकारेषु एव तत् भागं श्रूयते। अतः तत्र माताजीना किं माताजीद्वारा मात्रा किं कृतं, तत्र लकाराणां तत्र विभजनं कृतं, चतुर्षु लकारेषु गणचिन्तनं, षट्षु लकारेषु तत्र अर्धधातुप्रक्रिया भवति, तत्र तत्रापि तत्र चतुर्षु लकारेषु विकरणप्रत्ययः मध्ये आयाति, परन्तु तत् गणविकरणप्रत्ययः नास्ति, तत्तु लकारनिमित्तिकविकरणप्रत्ययः। तत्र विकरणानां तत्र दैविध्यमस्ति व्याकरणशास्त्रे, गणविकरणाः अपि च लकारनिमित्तिकविकरणाः। अनेन मार्गेण गच्छामः चेत् तत्र तिङन्तपदस्य सिद्धिः सुलभतया अस्माभिः तत्र भवति। सो लट् लोट् लङ् विधिलिङ् एते सार्वधातुकलकाराः, एतेषु लकारेषु गणचिन्तनम् आवश्यकरणीयं, किमर्थं चेत् एतेषु चतुर्षु लकारेषु तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः भवति, प्राप्तिः अपि भवति। परन्तु तत्र ये षट् लकाराः सन्ति, लृट् लकारः, लृङ् लकारः, लुट् लकारः, अनन्तरं तत्र लुङ् लकारः, अपि च अशिर्लिङ्ग्लकारः, अपि च लिट् लकारः, एतेषु षट्षु लकारेषु तत्र गणचिन्तनम् अनावश्यकं, न करणीयं, न आवश्यकं। किमर्थं चेत् तत्र प्रथमसोपाने एव चतुर्षु लकारेषु प्रथमसोपाने एव लकारनिमित्तिकविकरणः आयाति। यदा तत्र लकारनिमित्तिकविकरणः धातुः अनन्तरं तिष्ठति, अनन्तरं तत्र कर्तरिषप्सूत्रस्य प्रसक्तिः न भवति। ये लिट् यः लिट् लकारः अस्ति तत्र तिबादयः स्वयम् आर्धधातुकसंज्ञकः, तथैव आशीर्लिङ्ग्लकारे तिबादयः स्वयम् आर्धधातुकसंज्ञकः भवति। अतः यदा तत्र लिट् अपि च आशीर्लिङ्ग्लकारे लस्य इत्यनेन तिबादयस्य विधानं भवति, धातुः तिबादयः तु पश्यति, परन्तु तत्र साक्षात् सूत्रद्वारा तिबादयः आर्धधातुकसंज्ञक भवति, अतः तत्रापि कर्तरिषप्सूत्रस्य प्रसक्तिः न भवति। किमर्थं चेत् कर्तरिषप्सूत्रस्य प्रसक्तिः तदा एव भवति यदा धातुः कोऽपि सार्वधातुक कर्तर्थक् प्रत्ययः पश्यति, अर्धधातुकप्रत्ययः पश्यति चेत् कर्तरिषप्सूत्रस्य प्रसक्तिः तत्र न भवति। अतः षट् लकाराः अर्धधातुकलकाराः, चत्वारि लकाराः तत्र सार्वधातुकलकाराः। सो सार्वधातुकलकाराः वदामः चेत् सार्वधातुकप्रक्रिया तत्र भवति, अर्धधातुकलकाराः वदामः चेत् तत्र अर्धधातुकप्रक्रिया भवति। सो प्रक्रिया वदामः चेत् तत्र यः पदनिर्माणार्थं यः तत्र प्रोसेस् अस्ति, चिन्तनम् अस्ति, तत्र अर्धधातुकनिमित्तीकृत्य कार्याणि भवन्ति। सार्वधातुकलकारेषु तत्र यः पदनिर्माणार्थं तत्र अस्माभिः चिन्तनं करणीयं, सार्वधातुकनिमित्तीकृत्य सार्वधातुकप्रत्ययनिमित्तीकृत्य तत्र कार्याणि तत्र अग्रे भवन्ति इति। तत्र सार्वधातुकलकाराः अपि च अर्धधातुकलकाराः तेषां तत्र उल्लेखः अस्मिन् करपत्रे तादृशः अस्ति. इदानीं तत्र किञ्चित् परिशिष्टम् अस्ति, इत्युक्ते तत्र एक्स्ट्रा इन्फार्मेशन्, एतस्य विषयस्य विषये किञ्चित् एक्स्ट्रा इन्फार्मेशन् अस्ति, सप्लिमेण्ट् अस्ति, इत्युक्ते वि से देट् एनेक्शर्स् आर् एडेण्डम्. सो परिशिष्टम् इत्युक्ते तत्र सप्लिमेण्ट् इन्फार्मेशन् अस्ति. किमर्थं चेत् इदानीं पर्यन्तं यावत्पर्यन्तं तत्र पौष्पीप्रक्रिया न आसीत् तावत्पर्यन्तं तत्र व्याकरणशास्त्रे किं तत्र अभवत्, तत्र प्रक्रिया तिङन्तपदस्य निर्माणार्थं लघुसिद्धान्तकौमुदी अपि च सिद्धान्तकौमुदी ये तत्र मुख्यग्रन्थाः प्रक्रियाग्रन्थाः ग्रन्थद्वयं तत्र कथं प्रक्रिया तत्र तत्र भट्टोजिदीक्षितद्वारा तत्र कथं तस्य उल्लेखः अस्ति तस्य विषये अपि किञ्चित् चिन्तनम् अत्र अस्ति. सो माताजी वदति भट्टोजिदीक्षित् इत्युक्ते सिद्धान्तकौमुद्यां तत्र या प्रक्रिया तत्र प्रदर्शिता तत् वयं तु न वक्तुं शक्यते तत् तत्र दोषः अस्ति, परन्तु माताजी वदति तत् अनावश्यकं तावदेव. किमर्थं चेत् यः भाष्यकार अस्ति तत्र महाभाष्ये तत्र मार्गद्वयं प्रदर्शितम्, अतः मेबि भट्टोजिदीक्षित् द्वितीयमार्गस्य अनुसरणं कृत्वा तत्र तादृशरीत्या सः तत्र प्रक्रिया वदति, परन्तु माताजी वदति तत्र अनावश्यकम् अस्ति, इत्युक्ते तेन किं भवति, तेन मार्गं दीर्घ भवति. सो तत् मार्गम् अस्माभिः न अनुसरणीयं, तत्र तु लघुमार्गः अस्ति. सो लघुमार्गेण गच्छामः चेत् तत्र मनसि तत्र स्पष्टता भवति इत्येव परिशिष्टम् इति तत्र लिखितम्. सो एकवारम् एतत् समापयामः किं लिखितमस्ति अत्र, अनन्तरं तत्र नूतनकरपत्रस्य प्रति गच्छामः. अस्तु. पूर्णिमा भगिनी पठति वा भगिनी अत्र परिशिष्टम्? ध्वनिः श्रूयते वा? श्रूयते भगिनि, मम ध्वनिः श्रूयते वा भगिनि? मम ध्वनिः न श्रूयते वा? श्रूयते. आं श्रूयते भगिनि, इदानीं इदानीं श्रूयते भगिनि. परिशिष्टं प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तनमेव यत् यस्य स्थाने तिङ्प्रत्ययः प्रथमम् आयाति अथवा प्रथमं विकरणप्रत्ययः विधीयते अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति. सो एतत् किं सो यदा विकरणप्रत्ययः आयाति नो चेत् लस्य आयाति इति चिन्तनं करणीयं प्रथमं. यदि सार्धधातुकः भवति चेत् विकरणप्रत्ययः प्रथमम् आयाति, अर्धधातुकप्रत्ययः भवति चेत् विकरणप्रत्ययः प्रसक्तिः न भवति, तदा लस्य आयाति. सार्वधातुकप्रत्ययः चेत् यथा भू अधिकलकारः यथा लट्लकारः धातुभ्यः विधीयते अपि च किञ्चित् भिन्नः, अतः आर्धधातुकप्रदेशः इत्यनेन आर्धधातुकसङ्गकः धातुभ्यः विवक्षाम् अनुसृत्य धातुः यथा अभवत् विधीयमानः लकारः तु प्रत्ययः तिङ्भिन्नश्च अतः लकारः इति प्रत्ययः. कृदतिङ् इत्यनेन तृतीयादेः प्रथमपादे त्रयनवतिः इत्यनेन कृत् सङ्गकः सार्वधातुकसङ्गकः इत्यतः कर्तरि शप् तृतीयाध्याये प्रथमपादे न अष्टत्रिंशत् इत्यस्य प्रसक्तिः नास्ति. लस्य तृतीयाध्याये चतुर्थपादे सप्तसप्ततिः तिप्तस्ति सिप्तस्थम् स्था मातां तं ताम् अतां झतान्तं विङ्महीमहि इत्यस्ताम् इत्येभ्यां तिङ् तिङ् विद्यमान तिङ् सारि तिङ् विधानं भू अधिक तिप् अधिक तिंशित् सार्वधातुकम् इत्याध्याये चतुर्थप भगिनी किमपि अभवत् स्क्रीन् न दृश्यते भगिनि भगिनि श्रूयते वा स्क्रीन् न दृश्यते भगिनि पटल किमपि अन्यत् दृश्यते दृश्यते भगिनि न न इदानीं दृश्यते किञ्चित् सर्वदात्मकं कश्चनेन धातोः शप्रत्ययः परश्च कर्तरि सार्वधातुके भू अधिक शप् अधिक तिप् भवति तदेव कर्तरि शप् अस्ति चेत् विकरणप्रत्ययः आयाति लस्य इति सूत्रस्य आधारेण यत्र सार्वधातुकः भवति तत्र विकरणप्रत्ययस्य आवश्यकः भवति तावदेव भगिनि भगिनी नास्ति वा भगिनी प्रतीक्षां कर्तुं वदति. अस्तु भगिनि धन्यवादः. ध्वनि श्रूयते वा? इदानीं श्रूयते भगिनी. इतः परं न श्रुतं. मया किमपि न श्रुतं भगिनि. तत्र ऐ थिङ्क् किञ्चित् नेट्वर्क् क्लेशः अस्ति. वन् सेकेण्ड्. इदानीं श्रूयते वा? सम्यक् श्रूयते भगिनि. स्क्रीन् न दृश्यते. शेर् भगिनि. अस्तु, यत् भवती यत् परिच्छेदं पठितं तस्य विषये वदतु. मया किमपि न श्रुतम्. अस्तु भगिनि, सार्वधातुकप्रत्यय आर्धधातुकप्रत्यय इत्र अत्र यत्र सार्वधातुकप्रत्ययः भवति तत्र विकरणप्रत्ययस्य प्रसक्तिः भवति. यत्र आर्धधातुकः भवति तत्र विकरणप्रत्ययस्य प्रसक्तिः न भवति. यदि भू अधिकाधिकति इति इत्यत्र सार्वधातुक आर्धधातुकयो इति सूत्रस्य आधारेण तत्र तु तिप्तस्ति सिप्तस्थ इति सूत्र अपि स्वीकृत्य तत्र शप् अपि आयाति. तत्र किमित्युक्ते तत् सार्वधातुकप्रत्ययः अस्ति. यदि कृत्रत्ये आयाति अन्य किमपि आयाति सार्वधातुकः नास्ति चेत् तत्र प्रसक्तिः न भवति. तावत् श्रुतं वा भगिनि? अस्तु भगिनि. सो अत्र आं श्रुतं श्रुतं भगिनि. अत्र सार्वधातुकप्रक्रिया सार्वधातुकप्रक्रिया यत् अस्ति तस्मिन् तत्र सोपानेन तत्र कस्य कस्य सूत्रस्य प्रसक्ति भूत्वा कथं तत्र प्रोसेस् भवति प्रक्रिया भवति इति अस्मिन् परिच्छेदे लिखितं. सो विवक्षानुगुणं तत्र धातुः विवक्षानुगुणं तत्र लकारः मम इच्छा वर्तमानकालस्य अस्ति चेत् मया तत्र धातुः अनन्तरं लट् योजनीयं. सो अत्र लिखितं लट् लकारः धातुभ्यः विधीयते अपि च तिंशित् भिन्नः. सो यदा तत्र धातोः अनन्तरं प्रकृति अनन्तरं प्रत्ययः योजयामः सर्वदा तत्र प्रथमसोपाने प्रथमसोपानम् अस्ति अनुबन्धानां निष्कासनम्. अनुबन्धानां निष्कासनम् अनन्तरं तत्र प्रथमसोपाने एव द्रष्टव्यम् तत्र प्रत्ययस्य स्वभावः कः. सो यदा तत्र धातुविषयः अस्ति सो धातुविषयः किमर्थं चेत् तत्र तिंशत् सार्वधातुकम् अपि च अर्धधातुकं शेषः इत्यनेन तत्र ये प्रत्ययः धातुभ्यः विधीयन्ते तेषां तत्र सार्वधातुकनामकरणम् अपि च अर्धधातुकनामकरणम् इति भवति. किमर्थं चेत् तत्र तृतीयाध्याये बहूनि सूत्राणि तादृशसन्ति यत्र सार्वधातुकनिमित्तीकृत्य कार्यं, नो चेत् अर्धधातुकनिमित्तीकृत्य कार्याणि. अतः सर्वदा यदा तत्र धातुः अनन्तरं प्रत्ययः अस्माभिः तत्र करणीयं, सर्वदा तत्र प्रत्ययस्य स्वभावः तत्र द्रष्टव्यम्. सो यदा तत्र भूयोग लट् भवति, लट् लकारस्य स्वभावपश्यामः चेत् प्रथमतया तत्र धातूनां यः तत्र नामकरणमस्ति सार्वधातु प्रत्ययानां सार्वधातुक् नो चेत् अर्धधातुकं. सो अत्र तु तिंशित् भिन्नः अस्ति. लट् इति प्रत्ययः, लट् अपि प्रत्ययः. सो प्रत्ययः परश्च इत्यनेन लट् अपि प्रत्ययः. सो यस्य यस्य प्रत्यय इति संज्ञा सर्वदा तत्र परे एव योजनीयं परश्च इत्यनेन. सो लट् अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः. सो मम मनसि किमस्ति, धातुः इदानीं धातुः योग अर्धधातुक प्रत्ययः अस्ति. सो यदा तत्र धातुयोग अर्धधातुक प्रत्ययः अस्ति तत्र कर्तरिषप् इति सूत्रस्य अस्मिन् सोपाने प्रसक्तिः नास्ति. अस्मिन् सोपाने तु अत्र अर्धधातुक प्रत्ययः. अनन्तरं लट् इति प्रत्ययः कीदृशी प्रत्ययः वदामः चेत्, इत्युक्ते धातोः अनन्तरं तत्र बहूनि तत्र प्रत्ययानां कृषे प्रत्ययानां कृते तत्र नामकरणः तत्र भवति. कृत् अपि नामकरणं, तिङ् अपि नामकरणं, षित् अपि नामकरणं, सार्वधातुक अपि नामकरणम्, अर्धधातुक अपि नामकरणं. सो धातोः अनन्तरं तत्र यः लट् अस्ति सः कृदतिङ् अपि संज्ञासूत्रम्. अत्रापि धातोः प्रत्ययः परश्च इत्यस्य अधिकारः अस्ति. सो कृदतिङ् अतिङ् यः न यः प्रत्ययः अतिङ् अस्ति तस्य कृत् इति संज्ञा इति सूत्रं वदति. यः प्रत्ययः तिङ् भिन्नः तस्य कृत् इति संज्ञा. लट् तिङ् भिन्नः, आदौ एव षित् तिङ् भिन्नः अस्ति. अतः न केवलं लट् इति प्रत्ययस्य कृते अर्धधातुक इति संज्ञा नामकरणं, परन्तु कृत् अपि नामकरणं. सो इति लिखितं. सो लट् तिङ् भिन्नः, कृदतिङ् इत्यनेन तत्र कृत् संज्ञकः इति लिखितम् अत्र. सो असार्वधातुकसंज्ञकः इत्युक्ते न सार्वधातुकसंज्ञकः इत्युक्ते अर्धधातुकसंज्ञकः, तदेव अर्थम्. असार्वधातुक इत्युक्ते अर्धधातुकसंज्ञकः. सो अर्धधातुकसंज्ञक अस्ति, अतः कर्तरि शप् इत्यस्य सूत्रस्य प्रसक्तिः हि भूयोग ल इति सोपाने इति स्टेप् मध्ये तत्र कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति इति लिखितम्. सो कस्य सूत्रस्य प्रसक्तिः अस्ति? भूयोग ल यः अस्ति तत्र तु कर्तरि शप् सूत्रस्य प्रसक्तिः नास्ति. इदानीं तत्र लस्य इति प्रसक्तिः अस्ति. सो लस्य सूत्रमेव अत्र आगन्तुं शक्यते. सो लस्य इत्यनेन षष्ठी अस्ति, यः ल इति अवशिष्ट अस्ति तस्य स्थाने तिप्तजि इति एते प्रत्ययाः विवक्षानुगुणम् अस्माभिः योजनीयम्. अपि च धातुः स्वभाव धातुः परस्मैपदिन् वा आत्मनेपदिन् वा उभयपदिन् वा तत् आधारीकृत्य अपि तत्र तिप् नो चेत् अस्माभिः योजनीयम्. सो इति आभ्याम् अत्र सूत्रद्वयम्, अतः इत्याभ्यां तिङ्विधानं. सो लस्य तिप्तश्जि तिङ्विधानं सूत्रद्वयेन भवति. एकमेव सूत्रेण वयं न वक्तुं शक्यते अत्र तिप् तिङ्विधानं. किमर्थं चेत् तिङ् कस्य स्थाने आयाति? लस्य इति अधिकारः अस्ति, अतः भिन्नरूपेण भिन्नसूत्रेण तत् पदं दत्तम्. किमर्थं चेत् लस्य इत्यस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु आवश्यकम्, अतः भिन्नसूत्रेण एतत् पदं दत्तं. नो चेत् तत्र महर्षि वक्तुं तत्र इच्छति चेत् लस्य तिप्तश्जि इति एकमेव सूत्रेण सह तत्र वदति. परन्तु ते महर्षि तिप्तजि किं वदति लस्य इति भिन्नसूत्रं तिप्तजि इति भिन्नसूत्रं परन्तु तिङ् विधानार्थं तु सूत्रद्वयस्य आवश्यकता तिङ् तिप् तिङ् इति यः ये अष्टादश तिङ् प्रत्ययाः ते कस्य स्थाने तु लस्य स्थाने तेषां विधानं लह लकारस्य लः अपगच्छति तस्य स्थाने विवक्षानुगुणम् एते अष्टादश तिङ् प्रत्ययाः तत्र आगन्तुं शक्यते सो इदानीं तत्र ल लकारस्य लट् लकारस्य ल अपगच्छति तस्य स्थाने विवक्षानुगुणं तिप् आयाति सो तिंशित् सार्वधातुक इदानीं पुनः इदानीं तत्र भिन्नप्रत्ययः अस्ति लः तु अपगच्छति तस्य स्थाने तिप् अस्ति सो इदानीं तत्र भूयोगतिप् अस्ति चेत् पुनः तत्र तत्र मया किं चिन्तनीयं तत्र तिप् इति प्रत्ययः तस्य स्वभावः कः सो तिंशित् सार्वधातुकम् इत्यनेन सर्वे तिङ् प्रत्ययाः औत्सर्गिकरूपेण सार्वधातुकसंज्ञकाः सो अत्र तिप् इति यः अस्ति लट् लकारस्य स्थाने तिप् आदेशः सो भूयोगतिप् अस्ति चेत् अत्र तिप् इति सार्वधातुकसंज्ञकः अनेन सूत्रेण सार्वधातुकसंज्ञकः भवति कर्तरिप्रयोगे अपि अस्ति अतः इदानीं तत्र कर्तरी शप् सूत्रस्य प्रसक्तिः भवति किमर्थं चेत् धातोः साक्षात् परे सार्वधातुकप्रत्ययः अपि च सः कर्तरिप्रयोगे अस्ति अतः तत्र भूयोगशप् धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति सम्पूर्णानुवृत्तिसहित सूत्रम् अस्ति कर्तरी शप् सूत्रस्य सो भूयोगशप् सो प्रथमे तत्र अत्र प्रश्नः कः प्रथमे तिङ्प्रत्ययः आयान्ति वा विकरणप्रत्ययः आयान्ति सो सार्वधातुकप्रक्रियायाम् इत्युक्ते अस्माकं सविधे तत्र सार्वधातुकप्रक्रिया अस्ति आर्धधातुकप्रक्रिया अस्ति तिपादयस्य कृते सो सार्वधातुकप्रक्रियायां प्रथमे तु तिप् आयाति अनन्तरं विकरणप्रत्ययः आयाति इति एतस्य प्रश्नस्य उत्तरं सो सार्वधातुकप्रक्रियायां प्रथमे तिप् आयाति अनन्तरं शप् आयाति तिप् शप् प्रत्ययस्य कृते तिबादयः निमित्तं भवति इति एतत् प्रश्नस्य उत्तरमस्ति परन्तु वयं जानीमः अर्धधातुप्रक्रियायां भिन्न भिन्नम् अस्ति तत्र तिबादयस्य कारणेन तत्र स्य ताश्चिलिना याति तत्र लकारस्य कारणेन प्रथमसोपाने एव लकारस्य कारणेन तिबादयः आयाति सो प्रथमे तत्र अर्धधातुप्रक्रियायां एतस्य प्रश्नस्य यः उत्तरमस्ति आर्धधातुकप्रक्रियायां प्रथमे विकरणप्रत्ययः आयाति अनन्तरं तिबादयः आयाति इति मातुः चिन्तनम् इति लिखितं सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति वा पूर्णिमा भगिनि अवगतं वा भगिनि अस्तु प्रश्नः अस्ति वदतु लट् लङ् लृङ् सर्वे अपि कृत् प्रत्ययः संज्ञा भवति वा पुनः वदतु भगिनि ऐ डोण्ट् नो मै नेट्वर्क् ऐ काण्ट् हियर् यू पीपल् प्रापर्ली ऐ डोण्ट् नो इफ् मै वाय्स् इस् गोयिङ्ग् करेक्ट्लि पुनः वदतु लट् लृट् लङ् सर्वे कृत् प्रत्यया वा आम् अत्र तु तदेव लिखितम् ओके अहं चिन्तितवती इत्यनेन ये अतिङ् प्रत्ययाः वदतु योर् वाय्स् इस् ब्रेकिङ्ग् भगिनि किं कुर्मः अत्र परिच्छेदे यत् लिखितं कृदतिङ् श्रूयते वा भगिनि आम् आम् श्रूयते भगिनि don't know today mobile network is also not working can you hear me now Bagni ha ha mohan we can hear so सो अस्मिन् अस्मिन् तत्र इत्युक्ते तत्र धातोः अनन्तरं ये एतत् सूत्रं पश्यामः कृदतिङ् इति सूत्रं पश्यामः चेत् अत्र सूत्रं वदति अतिङ् प्रत्ययाः अतिङ् प्रत्ययाः कृत्संज्ञकाः इति सूत्रस्य अर्थः सो ये ये प्रत्ययाः धातोः विधीयते अपि च ये अतिङ् सन्ति तेषां कृत् इति संज्ञा सो अत्र अत्र तु तदेव लिखितं सर्वे लकाराः तिङ्भिन्नः अतिङ् प्रत्ययः अतिङ् अस्ति अतिङ् सन्ति चेत् तेषामपि कृत् इति संज्ञा भवितुं शक्नोति इति अत्र लिखितम् सो पुनः अस्मिन् विषये पुनः तत्र मया अपि तत्र पूर्वे अपि एतत् न श्रुतं परन्तु पुनः एकवारम् अत्र अस्य विषये पृच्छा अहं तत्र अन्वेषणं करोमि भगिनि सो अत्र तु तदेव लिखितं सर्वे लकाराः अतिङ् अतः कृत्संज्ञकाः अस्तु भगिनि अग्रे पठतु भगिनि आहत्य लकारस्य स्थाने तिङ् तदा तिङ् सार्वधातुकत्वात् शप् विधानम् यावत् सार्वधातुकसंज्ञकः प्रत्ययः न अगच्छेत् तावत् कर्तरि शप् इत्यस्य प्रसक्तिः न स्यात् शप् च शपं प्रभाद्य न स्यात् सार्वधातुकम् अस्ति चेत् कर्तरि शप् सार्वधातुके सूत्रस्य प्रसक्तिः अस्ति परन्तु सार्वधातुकसंज्ञकः प्रत्ययः न आगच्छति चेत् कर्तरि शप् अपि आगन्तुं न शक्यते इति इत्युक्ते कर्तरि शप् सूत्रस्य कृते तत्र सार्वधातुकप्रत्ययः एव निमित्तं भवति सो शप् प्रत्ययस्य विधानार्थं सार्वधातुकप्रत्ययः निमित्तम् अस्ति सो प्रथमसोपाने तत्र धातोः अनन्तरं कोऽपि सार्वधातुकप्रत्ययः भवेत् तदा एव शप् आगन्तुं शक्यते अग्रे पठतु शप् च शपं प्रबाध्य अन्ये विकरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः सार्वधातुकसंज्ञकः प्रत्ययः विद्यते एवं भवति लटि लोटि लङि विधिलिङि अपि च शत्रुशानचोः सो सार्वधातुकसंज्ञकः प्रत्यय धातोः परे विधीयते तत् तावत् एव कर्तरि शप् सूत्रेण शप् प्रत्ययः आगन्तुं शक्यते सो लटि लोटि लङि विधिलिङि अपि च शत्रुप्रत्ययः शानच् प्रत्ययः सार्वधातुकम् अस्ति अतः शप् आगन्तुं शक्यते आं सत्यं सो शत्रुशानच् इति प्रत्ययः यद्यपि ते लस्य तत्र लस्य इति तत्र लकारस्य स्थाने न तत्र शत्रुशानच यद्यपि अस्ति लटः शत्रुशानचो तत्र अस्ति सूत्रं तादृशम् एव अस्ति लटः शत्रुशानचो इत्युक्ते शत्रुशानच् इति प्रत्ययस्य कृते यत् विधिसूत्रम् अस्ति तदस्ति लटः शत्रुशानचो सो लट् लकारस्य न तु लस्य सो लट् लकारस्य स्थाने तत्र शत्रुशानचस्य प्रयोगः अपि भवितुं शक्नोति दट् इस् वै वि से दट् प्रसेण्ट् कण्टिन्यूस् सो परन्तु शत्रुशानच् प्रत्ययः तत्रापि शित्वात् शत्रु सार्वधातुकसंज्ञकः सार्वधातुकः तत्र अपि प्रत्ययः सार्वधातुकसंज्ञकः अपि च कर्तरिप्रयोगे अस्ति अत्र तत्रापि शप् मध्ये आयाति यत्र यत्र न केवलं शत्रुशानच् प्रत्ययो यत्र यत्र प्रत्ययः धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति अपि च सः प्रत्ययः कर्तरिप्रयोगे अस्ति तत्र तत्र शप् आगन्तुं शक्यते किमर्थं चेत् एतत् औत्सर्गिकसूत्रमस्ति कर्तरि शप् सार्वधातुके धातोः शप् विधिः सार्वधातुकर्तर्थकप्रत्ययपरे सो अत्र किमपि न लिखितं यः तिङ् सार्वधातुक् अस्ति तत्रैव शप् यत् किमपि सार्वधातुकसंज्ञकप्रत्ययः धातोः विधीयते सः कर्तरिप्रयोगे अपि अस्ति चेत् तत्र तत्र शप् आगन्तुं शक्यते परन्तु यत्र धातोः आर्धधातुकप्रत्ययः अस्ति परे तत्र तु एतत् सूत्रस्य प्रसक्तिः नास्ति सूत्रे स्वयं तत्र लिखितं सार्वधातुके इति लिखितम् अग्रे अपि पठतु भगिनि शत्रुषाणचोः लस्य इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात् भवति शित्वात् शत्रुप्रत्ययः च शानच् प्रत्ययः च लट् लकारस्य स्थाने भवतः लटः शत्रुशानचावप्रथमासमानाधिकरणे इत्यनेन अत्र अपि शत्रुशानचोः सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् विधीयते अत्र एतत् सूत्र लटः शत्रुशानच् कथं छेदनं करणीयं महोदय अत्र शानचौ इति द्विवचनात् पदम् अस्ति सो शानचाव् इति भवति एषो यवायावः शानचौ सो शानचाव् अस्ति अत्र अप्रथमा अहं चिन्तयामि अत्र अप्रथमा समानाधिकरणे अस्ति सूत्रस्य कः अर्थः इति तु इदानीं तत्र अस्माकं विषयः नास्ति यदा एतस्य विषये पठामः तदा एव एतस्य विषये चिन्तनं कुर्मः सो लटः इति अत्र षष्ठ्यन्तमस्ति सो स्थानीयपदमस्ति सो लटः स्थाने तत्र शत्रु नो चेत् शानच् किमर्थं चेत् धातु यदि परस्मैपदी अस्ति तत्र शत्रुप्रत्ययः यदि धातुः आत्मनेपदी अस्ति तत्र यः लट् लकारः तस्य लट् लकारः सम्पूर्णतया अपगच्छति तस्य स्थाने शानच् परन्तु अर्थसमानं वर्तमाने लट् अस्ति अत्र अपि वर्तमानकालस्य एव बोधः भवति शत्रुशानच् प्रत्ययस्य योजनेन सो शत्रुशानच् प्रत्ययः अपि प्रसेण्ट् टेन्स् इत्युक्ते वर्तमानकालस्य एव तत्र बोधः भवति सो अत्र किं लिखितम् अत्र लिखितं लस्य इति सूत्रं विना लस्य इति सूत्रं विना इत्युक्ते लस्य इत्युक्ते तिप्तस्जि सो तिप्तस्जि इत्युक्ते तिङ्क्षित् सार्वधातुकं सो अत्र तु अत्र तत्र भवति किं भवति तिङ् प्रत्ययः एव सार्वधातुक् परन्तु षित् अपि सार्वधातुक् सो अत्र यः शत्रुशानच् प्रत्ययः लस्य इति सूत्रं विना एव तेषां सार्वधातुक् इति संज्ञा भवति किमर्थं चेत् स्वयं षित् एते षित् प्रत्ययद्वयं शकारस्य इत् अत्र अस्ति शत्रुप्रत्ययपि शकारस्य इत् शानच् प्रत्ययपि शकारस्य इत् अतः साक्षात् भवति षित्वात् किं भवति सार्वधातुक् इति संज्ञा सो एतयोः प्रत्ययोः तत्र सार्वधातुक् संज्ञा भवति षित्वात् षित् कारणेन किमर्थ तिङ् षित् सार्वधातुकम् अस्ति सो स्वयं सार्वधातुक् प्रत्ययः तिबादयः लस्य स्थाने आयान्ति लस्य लकारः स्वयम् आर्धधातुक् परन्तु तिबादयः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुक् परन्तु अत्र तु यद्यपि लटः स्थाने शत्रुशानच् सि अत्र किम् अस्ति शत्रुशानच् इति प्रत्ययः कस्य स्थाने लटः स्थाने परन्तु शत्रुशानच् इति प्रत्ययः स्वयं साक्षात् सार्वधातुकसंज्ञकः किमर्थं चेत् तत्र शकारस्य इत् अस्ति, अतः महर्षिणा तादृशसूत्रं दत्तं तिंशित् सार्वधातुकं, न केवलं तिङ् अष्टादश तिङ् सार्वधातुकसंज्ञकाः, परन्तु ये प्रत्ययाः षित् सन्ति ते अपि सार्वधातुकसंज्ञकाः, अतः शत्र अपि च शानच् स्वयं षित्, अतः षित्वात् सार्वधातुकसंज्ञकः. सो अत्र अपि कर्तरि शप् सूत्रस्य प्रसक्तिः भवति. यदा तत्र धातुयोगशत्र प्रथमे धातुयोगलट् लटः स्थाने शत्र, सो लटः इत्यनेन केवलं शत्र शानच् वर्तमानकालस्य बोधनार्थम् एव इति तत्तादृश तत्र बोधः जायते. सो अत्रापि शकारसि इति अस्ति, अतः धातोः साक्षात् अनन्तरं सार्वधातुकसंज्ञकप्रत्ययः अपि च कर्तरिप्रयोगे अस्ति, अतः तत्र शप् आगन्तुं शक्यते. सो न केवलं तिङन्तपदस्य निर्माणार्थं तत्र यदि लट् लोट् लङ् विधिलिङ्ग् अस्ति तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः, परन्तु यदा यदा तत्र धातोः परे कोऽपि सार्वधातुकसंज्ञकप्रत्ययः अस्ति तदा तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः तत्र भवति. इति सार्वधातुकप्रक्रिया, इति सार्वधातुकचिन्तनम्. इदानीं तत्र आर्धधातुकचिन्तनं विषये पठामः. अनुसूया भगिनी अस्ति वा भगिनी? न श्रूयते भगिनि. अनुसूया भगिनी केवि महोदय पठति वा? महोदय म्यूट् अस्ति भगिनि. नमस्कार. आम् पठतु आर्धधातुकचिन्तनम्. अधुना आर्धधातुकचिन्तनम् लिट्लकारः स्वीक्रियताम्. सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति. अत्र आर्धधातुकचिन्तनम् अस्ति लिट् लकारस्य आर्धधातुकं किम् अस्ति. अपि च सिद्धान्तकौमुदीग्रन्थे यादृशप्रक्रिया तत्र प्रदर्शिता तस्य प्रथमे तत्र चिन्तनम्. सो सिद्धान्तकौमुदी इति भट्टोजिदीक्षित् लघुसिद्धान्तकौमुदी अपि च सिद्धान्तकौमुदी इति ग्रन्थस्य नाम. सो सिद्धान्तकौमुद्यां तत्र कीदृशप्रक्रिया अस्ति लृट् लकारस्य विषये तत् प्रथमे तत् अत्र प्रदर्शिता. पठतु. सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी अस्ति अत्र दत्तमस्ति. आप् योग लृट् आप् योग ल अनुबन्ध लोपानन्तरं लस्य तृतीयाध्याये चतुर्थ पादे सप्तसप्ततितम सूत्रेण ल ल स्थाने लशे आयाति च लश स्थाने तिप्तस् जि सिप्तस् स्थ इत्यनेन सूत्रेण तत्र तिप् आयाति. अतः इत्याभ्यां के प्रत्ययः अत्र के प्रत्ययाः सन्ति महोदय? तिप्तस् जि तिप्तस् जि क्षिप्तस्थ मिप् वस् मिप् मस्तात् आदाम् मिप् वस् मस् मिप् वस् वस् मस् ता आदाम् था ता आताम् झ त आताम् झ आताम् झ था आथां द्वाम् इट् वहिं विट् वहि महि. आम्, सो वी शुड् मेमरैज् दीस् 18 प्रत्ययाः. अस्तु, पठतु. इति आद्यां तिङ् विधानम् लस् स्थाने त्रिपायति आप् योग तिप् तिङ्क्ष् तिप् तिङ्क्षित् सार्वधातुकम् अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण नामकरणं तिप् सार्वधातुकसंज्ञकः कर्तर्थकश्च एवं कर्तर्थक प्रत्ययः अस्ति. कर्तरि शप् इत्यनेन तत्र कर्तरि शप् विधीयते शपं प्रबाद्य शतासि लृ लुटोः इत्यनेन श विधानम् आप्योगस्य योगति आप्स्यति. अतः सिद्धान्तकौमुद्यां शत्यासि लृ लुटोः एवं च कर्तरि शप् इत्यस्य अपवादः. अत्र वदति यथा आप्योगात् तिप् आयाति, तिप् प्रथमपुरुषे एकवचनं प्रत्ययः आयाति तिप्तस्जि सूत्रेण. तिङ्क्षित् तिप् तिङ्क्षित् सार्वधातुक प्रत्ययः अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन नामकरणमस्ति. एवं च कर्तरि कर्तर्थक् अस्ति. कर्तरि शप् इत्यनेन तत्र शप् आयाति, किन्तु शप् प्रबाद्य शतासि लृ लुटोः इत्यनेन स विधानं भवति. तत्र शप्न आयाति आप् योगस्य योगति रूपं दृश्यते, वर्णमेलनेन आप्स्यति. अतः सिद्धान्तकौमुद्यां शतासि लृ लुटो शप् इत्यस्य अपवादसूत्रम् अस्ति. अत्र वदति इत्युक्ते अत्र अत्र सिद्धान्तकौमुद्यां एतादृशः तत्र प्रक्रिया तत्र दत्तम्. सो कौमुदीकार किं वदति, कौमुदीकार वदति शतासि लृ लुटो कर्तरिशब्सूत्रस्य अपवादसूत्रम् अस्ति. अतः अत्र कर्तरिशब्सूत्रेण कार्यं नास्ति, अत्र शतासि लृ लुटो इत्यनेन कार्यम्. परन्तु माताजी वदति शतासि सि अत्र अत्र पश्यतु 3133 इति भिन्नप्रकरणम् अस्ति, 3168 इति भिन्नप्रकरणम् अस्ति. अस्मिन् प्रकरणे 3167 आरभ्य, नो चेत् 66 आरभ्य तत्र सार्वधातुके सार्वधातुके सम्पूर्ण अत्र अस्मिन् प्रकरणे सार्वधातुकप्रत्ययपरे एव तत्र कस्य कस्य प्रत्ययस्य विधिः अस्ति इति अस्मिन् तत्र प्रकरणे दत्तम्. परन्तु शतासि लृ लुटो इति लकारनिमित्ते कियत् कार्याणि, अत्र किमपि सार्वधातुक् वा अर्धधातुक् वा इति किमपि न लिखितम्. सो माताजी वदति शतासि लृ लुटो इति कर्तरिशब्सूत्रस्य अपवादसूत्रं न, परन्तु भट्टोजी दीक्षित् तादृशप्रक्रिया एव दत्तम्. सो ही हेज् टु एक्स्प्लेन् वै कर्तरिशब्सूत्रम् अत्र न आगन्तुं शक्यते. सो कौमुदीकार वदति शतासि लृ लुटो कर्तरिशब्सूत्रस्य अपवादः, अतः अत्र स्य एव योजनीयं, न तु शप् योजनीयं. परन्तु अत्र पश्यतु ही डस् नाट् से एनिथिङ्ग् अबौट् द देट् आप् बिलाङ्ग्स् टु स्वादिगणः. यद्यपि आप् इति प्रत्ययः, आप् इति धातुः स्वादिगणस्य धातुः, तत्र श्नु इति विकरणप्रत्ययः. सो अत्र यदि तत्र यः यत्र गणचिन्तनं भवति तत्र एतत् गणच तस्य सूत्रस्य अपि तत्र उल्लेखः भवेत्। सो शतसि लृ लुटो इति सूत्रं न केवलं कर्तरि शब्दसूत्रस्य अपवादः, परन्तु हि शुड् हेव् सेड् देट् स्वादिभ्यः श्नु इति सूत्रस्य अपि अपवादः शतसि लृ लुटो। सो एतादृशः प्रक्रिया कुर्मः चेत् तत्र तत्र मस्तिष्के तत्र भ्रमः जायते। किमर्थं चेत् अत्र अपवादसूत्रं कदा वदामः, अपवादस्य यत् लक्षणम् अस्ति तत्र मुख्यतया किं भवति, तत्र निमित्तं समानम् अस्ति। यदा तत्र निमित्तं समानम् अस्ति तत्र एव औत्सर्ग अपि च अपवादविषयः आयाति। अत्र तु निमित्तं समानं नास्ति, इत्युक्ते अत्र लृट् लकारः निमित्तम्, अत्र तु सार्वधातुकप्रत्ययः निमित्तम्। अत्र किमपि न लिखितं सार्वधातुक वा अर्धधातुक वा, अत्र साक्षात् दत्तं लृट् लकारस्य विवक्षायां स्य, लुट् लकारस्य विवक्षायां तास्। सो अत्र सार्वधातुक अपि च अर्धधातुक विषयः एव नास्ति, परन्तु कर्तरि शब् सूत्रे तु सार्वधातुक अर्धधातुक विषयः अस्ति। किमर्थं चेत् अत्र सार्वधातुके प्रत्यये परे एव शप् तथैव स्वादिभ्यः श्नु इति सूत्रेण तत्र सार्वधातुके प्रत्यये परे एव धातोः अनन्तरं श्नु विधीयते इति तत्र किञ्चित् तत्र क्लेशः भवति, मनसि तत्र स्पष्टता न आयाति। अग्रे अपि पठतु, माताजी किं वदति? माताजी उक्तं प्रक्रिया आप योगा लृट् शतासि लृ लुटोः इत्रेण आप योगश्च योगा लृट् तिङ् लृट् तिङ् विधानम् अस्ति। अनेन मार्गे उपरि एकं लैन् दत्तं, माताजी वदति तदपि माताजी वदति, परन्तु यत् शतासि लृ लुटोः इत्यनेन लृटि लृङि च परे धातुतः स्यः, लृटि परे धातुतः तासि भवति, अतः साक्षात् लकारावस्थायां लकार अवस्थायाम् एव विकर्ण विधानं भवतु। माताजी वदति यतः शतासि लृटोः कार्यं करोति तत्र लृटि वा लृङि च परे धातुतः आयाति, लुटि परे तासी आति आयाति, अतः साक्षात् लकार अवस्थायाम् एव श विकर्ण विधानं भवतु, अतः यः प्रक्रिया डैरेक्ट् अस्ति डैरेक्ट्। इदानीं माताजी किं वदति, तादृशप्रक्रिया एव दत्तं, तदपि पठतु आप योगलृट्। आप योगलृट् शतासि लृटो तृतीयाध्याये प्रथमपादे त्रयोविंशत्तम सूत्रम् इत्यनेन लृटि परे धातुतः स्यः, आप योगस्य योगल धातोः परः स्य प्रत्ययः आर्धधातुकः, अतः कर्तरि शप् स्वादिभ्यः शृणुः इति अन्योः प्रसक्ति नास्ति। आप् योगस्य योगल प्रथमपुरुषैकवचने तिबादेशः, आप् योगस्य योगतिप् अनुबन्धरूपे आप् योगस्य योगति वर्णमेलने आप्स्यति, लिट् प्रथमपुरुष एकवचन रूपं दृश्यते। अत्र प्रक्रिया मात्रा यः प्रक्रिया दत्तमस्ति तत्र शतासि लुटोः डैरेक्ट् कार्यं करोति इत्युक्ते महोदय अत्र what do you think do you accept to mataji view or do you accept to komadikar's view what do you think logical mataji prakriya to direct asti na you don't have to Saralam go through apicha sutram tadrisham na mahoday sutram asti satasi lr luto so lr luto iti saptami asti so lr लृट् परे अपि च लुट् परे एव स्यतास् विधीयते सो यदा तत्र एकवारं तत्र त्यबादयः आयाति अत्र पश्यतु अत्र लस्य कौमदीकार वदति प्रथमे तत्र लस्य इत्यनेन त्यबादयः सो आप्योग तिप् अस्ति इदानीं तत्र आप्योग तिप् अस्ति यद्यपि तिप् प्रत्ययः लृट् लकारस्य प्रतिनिधिः परन्तु सूत्रं तादृशम् अस्ति सूत्रम् अस्ति शतासि लृ लुटो लृट् लकारस्य विवक्षायाम् एव स्य आयाति सो एतादृशः तत्र चिन्तनं कुर्मः चेत् तत्र सरलं भवति प्रक्रिया एतानि सोपानानि अनावश्यकानि प्रथमे कर्तरि शप् अनन्तरं शतासि लृ लुटो सो माताजी वदति सूत्रं तादृशं तथैव चिलि लुङ्गि लुङ्गि विवक्षायाम् एव चिलि प्रत्ययः सो अत्र किमपि न लिखितं सार्वधातुक वा अर्धधातुक वा इति अस्ति कर्तरि प्रयोगे अस्ति वा कर्मणि प्रयोगे अस्ति वा भावे प्रयोगे अस्ति वा प्रत्ययः तदा एव स्य योजनीयं किमपि न लिखितं परन्तु ये शप् शना तत्र लिखितं साक्षात् कर्तरि प्रयोगे अस्ति चेदेव शप् कर्मणि प्रयोगे अस्ति चेत् सार्वधातुक प्रत्ययः अस्ति चेत् यक् अत्र किमपि तादृशनिमित्तं न दत्तम् केवलं लिखितं शतासि लृ लुटो लृट् लकारस्य विवक्षायां स्य सो सर्वेषां धातोः अनन्तरं यदा वै अहं लृट् योजयामि तत्र मया तत्र तस्मिन् सोपाने एव स्य योजनीयम् इति माताजी चिन्तनम् सो अग्रे पठामः किम् अस्ति लक्ष्मीभगिनी अग्रे पठति वा आहत्य शतासि लृ लुटो भगिनी लस्य स्थाने तिप् आयाति अत्र स्यतासि लिलिटो लि स्थाने स्यासि स्य लृस्थाने लृविवक्षायां लृपरे स्य लृस्थाने नास्ति महोदय अत्र लृ लिटो इति स्थाने पदं नास्ति अत्र सप्तमी अन्तं सप्तमी द्विवचनात् पदम् अस्ति सो लृट् लकारस्य निमित्तीकृत्य तत्र स्य अस्ति न तु लृट् स्थानस्य नास्ति लृट् तु तिष्ठति लृट् कारणेन स्य स्थाने नास्ति महोदय परन्तु तु तत्र स्थाने अस्ति सप्तमी अस्ति आम् निमित्तं भवति लस्यतिप्तजी यः अस्ति लस्यतिप्तजी यः अस्ति तत्र लस्य स्थाने भवति लः अपगच्छति तस्य स्थाने तिप्तजी परन्तु अत्र तादृशं नास्ति अत्र सप्तमी द्विवचनात् पदम् अस्ति सो तत् निमित्तं भवति तस्य कारणेन स्य मध्ये आयाति तर्हि जानामि किमपि विकरणप्रत्ययः अस्ति न किमपि तिगणप्रत्ययविषये मध्ये अस्ति विकरणप्रत्ययस्य कृते भिन्नप्रत्ययः निमित्तं भवति विकरणप्रत्ययः साक्षात् स्वयं धातोः न विधीयते तस्य कृते भिन्नप्रत्ययः निमित्तं भवति स्यताश्चिलि इति विकरणप्रत्ययानां कृते लकारः निमित्तं भवति परन्तु शप् शना तेषां कृते तु तिवादयः निमित्तं भवति विकरणप्रत्यय द्विविधा एकं तु मत् की जो है लिट् लिट् स्थाने एवं लुङ्गि स्थाने एवं द्वितीय लस्य स्थाने तत्र कर्तरि सप् कारणेन कारणेन विकरणाः द्विविधाः घनविकरणाः घनविकरणानां कृते तिवादयः निमित्तं लकारविकरणाः लकारविकरणानां कृते लकारः एव निमित्तं भवति तावत् लक्ष्मी भगिनी अग्रे पठति वा भगिनी अस्ति वा भगिनी नमस्ते भगिनी अस्मि आहत्य शतासि लृलुटो आहत्य शतासि लूल् ऋटोः तृतीयाध्याये प्रथमपदे त्रयस्त्रिंशत्तमसूत्र इत्यनेन लुटि लुङ्गि च परे धातोः स्यः लुटि परे धातोः तास् श्वी लुङ्गि तृतीयाध्याये प्रथमपदे त्रिचतुर्दशीतमसूत्र इत्यनेन लुङ्गि धातोः च्वी च्ली प्रत्ययः लुङ् लुङ् लुट् लुङ् इत्येषु चतुर्षु एकनिमिषं भगिनि इत्येषु चतुर्षु लकारेषु साक्षात् विकरणविधानम् अनेन येषु न कर्तरि शप् तृतीयाध्याये प्रथमपादे अष्टषष्टितमसूत्रम् इत्यस्य प्रसक्तिर्न भवत्येव अग्रिमं वदामि वा किं लिखितम् अत्र अत्र शतासि लुटोः इत्यनेन लुटि लुङ्गि च परे धातोः स्या इति विकरणप्रत्ययः धातोः परे विधीयते अनन्तरं च्वि लुङ्गि तास् धातोः तास् च्वि लुङ्गि लुटि परे धातोः धातोः एकमेव सूत्रम् लृट् लकारस्य विषये लृङ्ग् लकारस्य विषये अपि च लुट् लकारस्य विषये एतेषु त्रिषु लकारेषु एकमेव सूत्रमस्ति शतासि लृ लुटो सो शतासि लृ लुटो इति यः लृ अस्ति सः न केवलं तत्र लृट् ग्रहणं परन्तु लृङ्ग् ग्रहणम् अपि अस्ति सो लृटि परे अपि स्य लृङ्गि परे अपि स्य एकमेव प्रत्ययः अस्ति लकारद्वये परन्तु लुट् लकारे तु तास् इति प्रत्ययः अनन्तरं भिन्नसूत्रमस्ति चिलिलुङ्गि चिलिलुङ्गि लुङ् धातोः परे च्वि इति प्रत्ययः विद्यते खलु आम् लुङ् लकारस्य विवक्षायां लुङ् लकारः परे अस्ति चेत् धातोः चिलि प्रत्ययः विधीयते सो लुङ् लृट् लृङ् एण्ड् लुट् नौ लुङ् लुट् इति टित् लकारः लुङ् इति नित् लकारः भिन्नभिन्नलकारः लुट् भिन्नः लुङ् भिन्नः सो संख्या अस्ति 1, 2, 3, 4 चतुर्षु लकारेषु साक्षात् विकरणविधानम् अत्र कः विकरणप्रत्यय विधेयते अत्र स्यविकरणप्रत्यय खलु गणनिर्मितविकरणप्रत्यय न अत्र तु लकारनिमित्तिक विकर लकारस्य कारणेन लकारनिमित्तिक इत्युक्ते लकारहेतु भवति विकरणस्य कृते प्रथमे तत्र विकर्णः इत्युक्ते किं भगिनि धातुतिबादयस्य मध्ये यत् अस्ति यत् प्रत्ययः तस्य विकर्णः इति नामकरणं सो अत्र अपि यदा तत्र अन्ततो गत्वा आप् योगस्य योगति पश्यामः धातु अपि च तिबादयस्य मध्ये स्य अस्ति सो स्य अपि विकरणः सो भूयोग शप् योगति अस्ति चेत् धातुतिबादयस्य मध्ये शप् अस्ति शप् अपि विकरणः परन्तु शप् प्रत्ययस्य कृते तिबादयः निमित्तं भवति स्य प्रत्ययस्य कृते तु लृट् लकारः निमित्तं भवति, सतासि लृ लुटु, स्य अपि विकर्णः, तास् अपि विकर्णः, चिलि अपि विकर्णः, एते शब्दसमूहाः तेषां प्रत्ययः परश्च इत्यनेन प्रत्ययसंज्ञा भवति। परन्तु कीदृशप्रत्ययः अस्ति इत्युक्ते धातोः अनन्तरं ये प्रत्ययाः सार्वधातुक् नो चेत् आर्धधातुक्, स्य तिंशित् भिन्नः आर्धधातुक्, तास् तिंशित् भिन्न आर्धधातुक्, चिलि तिंशित् भिन्नः आर्धधातुक्। सो धातोः अनन्तरं यदा तत्र लृट् योजयामः तस्मिन् सोपाने एव स्य, धातोः अनन्तरं लृङ् योजयामः तत्रापि स्य एव आयाति। सो इफ् वि सी सी अत्र पश्यतु तत्र किं कीदृशभ्रमः अस्ति भगिनि? न न भगिनि अवगतं भगिनि। एकनिमिषः अत्र पश्यतु, सपोज् आप् धातुः स्वादिगणस्य धातुः अस्ति, आप् धातुः लट् लकारे नु आप्नोति, लिट् लकारः, लिट् लकारः तु साक्षात् लिट् च इत्यनेन आर्धधातुक्, अत्र आप् एव अस्ति। सो अत्र किञ्चित् कारणेन तिवादयस्य भिन्नविधानम् अस्ति, परन्तु नु इति भागः न श्रूयते, अपि च कोऽपि अन्यविकरणः अपि न श्रूयते अत्र। लुट् लकारः, चतासि लृ लुटो, चतासि लृ लुटो इत्यनेन लुट् लकारस्य विषये किं विकर्णः? लुट् लकारस्य विषये कः तास्? सो अत्र ता सकारस्य इत्संज्ञा अस्ति। सो कुत्रचित् अत्र पश्यतु द्विवचने आप् तास्थः, सो तास् तास् इति भागः श्रूयते, आप् तास्मि, आप् तासि, आप् तास्थ, आप् तास्म, सो तास् इति भागः लुट् लकारे श्रूयते, सर्वेषां धातुः विषये श्रूयते। इदानीं लृट् लकारः, लृट् लकारे किम् अस्ति? लृट् लकारः आर्धधातुक् लकारः, लट् लोट् लङ् विधिलिङ् भिन्न, लृट् लकारः, चतासि लृ लुटो, सो लृट् लकारे स्य, अत्र पश्यतु आप्स्यति, आप्स्यसि, आप्स्यामि, स्य स्य स्य भागः सर्वत्र श्रूयते। तथैव तत्र अत्र पश्यतु लृङ् लकारः कुत्र अस्ति? लृङ् लकारे, अत्रापि स्य इति भागः, एतत् लृङ् न, अत्र पश्यतु कर्तरि लृङ् लकारः, आप्स्यत, आप्स्यताम्, आप्स्यन्, आप्स्यत, आप्स्याम्, स्याव, सो स्य इति भागः अत्रापि श्रूयते, लृङ् लकारे अपि स्य, एकमेव सूत्रमस्ति शतासि लृ लुटो, सो लृङ् लकारे अपि धातु तिबादयस्य मध्ये स्य श्रूयते, तथैव लृट् लकारे, लृट् लकारे अपि स्य इति भागः श्रूयते। सो लकारद्वयस्य कृते एकमेव विकरणप्रत्ययः, सः अस्ति स्य इति विकरण, स्य इति अपि विकरणप्रत्ययः, लुट् लकारे तास् इति विकरणः, लुङ् लकारे चिलिस्थाने तत्र भिन्नभिन्न आदेशः भवति, चिलिस्थाने तत्र सिच् आदेशः भवति, तत्र लुङ्गस्थाने चिलिलुङ्गि इति अस्ति, चिलिलुङ्गि यः अस्ति तत्र तत्र लुङ्गस्थाने लुङ्ग् चिलि न तिष्ठति, चिलि चिलि सिच् इति एकं सूत्रमस्ति। सो तत्र कुत्रचित् सिच् इति भागः श्रूयते, कुत्रचित् भिन्नभागः, चिलि न तिष्ठति तत्र, चिलिस्थाने तत्र भिन्नभिन्न आदेशाः भवन्ति, अतः वयम् अत्र चिलि इति भागः न श्रोतुं शक्यते, किमर्थं चेत् चिलिस्थाने तत्र भिन्नभिन्न आदेशाः सन्ति, परन्तु मूले प्रथमे तु चिलि एव अस्ति, अनन्तरं चिलि धातु अनुसृत्य अपि च तत्र धातु अनुसृत्य भिन्नभिन्न तत्र आदेशाः सन्ति, अदन्तम् अस्ति अनदन्तम् अस्ति चेत् चिलि अपगच्छति, तस्य स्थाने भिन्नविकरणः आयाति, परन्तु मूले तु चिलि एव अस्ति, अनन्तरं चिलिस्थाने भिन्नभिन्न आदेशः इति तत्र आर्धधातुक् लकारेषु। सो तदेव लिखितं, सो चतुर्षु लकारेषु स्थाने द्युत्तम द्युत्तम प्रक्रिया भवति अन्यथा न भवति कुत्र चिल्लीस्थाने चिल्ली प्रत्यय अस्ति चेत् लिट् लकारस्य विवक्षायां द्वित्वस्य विषयः भिन्नः लिट् लकारस्य विवक्षायां तत्र धातुद्वित्वं भवति लिटि धातोर् अनभ्यासस्य इति सूत्रेण तत्र लिटि परे धातोः तत्र द्वित्वं भवति चिलि अपि च श्लौ यत्र भवति प्रत्ययस्य श्लौ इत्यनेन यत्र लोपः भवति तत्रापि धातुद्वित्वं भवति इदानीं तद्विषयः नास्ति सो अत्र लिखितं चतुर्षु लकारेषु इत्युक्ते लृट् लृङ् लुट् अपि च लुङ् एतेषु चतुर्षु लकारेषु तत्र साक्षात् सूत्रद्वयेन चतसि लृ लुटो अपि च चिलि लुङि इति सूत्रद्वयेन तत्र साक्षात् विकर्णस्य विधानं विधिः अस्ति विकर्णानां विधिः अस्ति कीदृशविकर्णानां स्यविकर्णस्य तास्विकर्णस्य चिलिविकर्णस्य सो चतुर्षु लकारेषु साक्षात् भिन्नलकारनिमित्तिकविकर्णानां विधानम् अस्ति इदानीं तत्र अर्धधातुकलकारेषु लकारद्वयस्य विषये किम् अस्ति इति वयं जानीमः लिट् च लिङ्गाशीषि लिट् अवशिष्टलकारः अपि च आशीर्लिङ्ग्लकारः सो लिट् लकारे साक्षात् तिबादयः स्वयमेव अर्ध यद्यपि तत्र कोऽपि लकारनिमित्तिकविकर्णः नास्ति लिट् लकारे परन्तु तत्र तिबादयः स्वयं आर्धधातुकसंज्ञकः तथैव आशीर्लिङ्ग्लकारे तिबादय तत्र लस्य इत्यनेन यदा तिप्तजि आयाति कोऽपि विकर्णः मध्ये नास्ति तत्र परन्तु तत्र साक्षात् तिबादयः स्वयम् आर्धधातुकसंज्ञकः सो तिबादयः यदा तत्र धातुयोगति भवति लिट् लकारे सः तु आर्धधातुकसंज्ञकः अतः कर्तरि शब् सूत्रस्य प्रसक्तिः तत्र एव नास्ति लिट् लकारे अपि च आश्चर्लिङ्ग्लकारे यद्यपि तत्र कोऽपि विकर्ण लकारनिमित्तिकविकर्णः नास्ति तथापि तत्र तिबादयः स्वयम् आर्धधातुकसंज्ञकः अवगतं वा भगिनि आं भगिनि धन्यवादः चेतना भगिनी अग्रे पठतु तिबादयः कथम् आर्धधातुकं भवितुं शक्यते अस्माभिः तत्र पठितं न भगिनी पूर्वे अस्मिन् करपत्रे एव अस्ति वा प्रत्ययः सार्वधातुकं खलु तस्य कृते अपवाद् सूत्रमस्ति न भगिनी तिंशित् सार्वधातुकम् इति सूत्रस्य कृते अपवादद्वयं तत्र तिंशित् सार्वधातुकम् इति सूत्रेण किम् तिङ् अपि च सार्वधातुकम् इति सूत्रं किं वदति तिङ् अपि च षित् सार्वधातुकं संज्ञा इति आम् 3 4 1 1 3 अत्र पश्यतु भगिनि 3 4 1 1 3 स्क्रीन् दृश्यते वा आं भगिनि 3 4 1 1 3 किं सूत्रं किमस्ति किञ्चित् सार्वधातुकम् एतत् संज्ञासूत्रमस्ति अनेन सार्वधातुक इति संज्ञा कस्य इति लिखितम् अनन्तरम् अस्ति 114 सार्वधातुकं शेषः सो शेषः इत्यनेन भिन्न शित् भिन्न ये प्रत्ययाः तेषाम् आर्धधातुक इति 115 तदनन्तरं लिट् च लिट् च इत्युक्ते अत्र अनुवृत्ति स्वीकरणीयं लिट् च आर्धधातुकमस्ति आमां लिट् लकारस्य स्थाने ये तिबादयः ते आर्धधातुकसंज्ञकः लिट् च इति सूत्रम् अपवादसूत्रं विरुद्धसूत्रमस्ति कस्य तिंशित् सार्वधातुकं तिंशित् वदति ये तिङ् प्रत्ययः लस्य तिप्तश्जि अस्ति लस्य स्थाने ये तिबादयः ते तु सार्वधातुकसंज्ञकाः इदानीं वदति लिट् लकारे ये तिबादयः ते अर्धधातुकसंज्ञकाः अतः अपवादसूत्रमस्ति तथैव 116 लिङ्गाशीषि सो आशीर्लिङ्ग् लकारे आशिषि इत्युक्ते तत्र केवलम् आशीर्लिङ्ग्लकारे इति आशिषि पदं केवलं लिङ्ग् न लिखितं लिङ्गाशिषि आशिषि लिङ्ग्लकारे यः लिङ्ग्लकारः आशिषि अर्थे अस्ति तस्य स्थाने ये त्यवादयः ते अपि आर्धधातुकसंज्ञकाः सो यद्यपि लिट् लकारे अपि च आशीर्लिङ्ग्लकारे कोऽपि लकारनिमित्तिकविकरणः मध्ये नास्ति परन्तु किमर्थं तत्र कर्तरिषप् सूत्रस्य प्रसक्तिः न भवति किमर्थं चेत् कर्तरिषप् किमर्थं चेत् तत्र तिबादयः स्वयम् आर्धधातुकसंज्ञकः कथं शप् आगन्तुं शक्यते तस्य कृते तु सार्वधातुकप्रत्ययः भवेत् परे अत्र तु आर्धधातुकप्रत्ययः अत्रापि आर्धधातुक मध्ये किमपि नास्ति परन्तु तिबादयः स्वयम् आर्धधातुकसंज्ञकः अतः 4+2 इदानीं चतुर्षु लकारेषु लकारनिमित्तिकविकरणाः ये अन्य लकार लिट् अपि च आशीर्लिङ्ग्लकारः तत्र तु स्वयं तिबादयः एव अर्धधातुकसंज्ञकः अतः कर्तरिषप् सूत्रस्य षट्षु लकारेषु कर्तरिषप् सूत्रस्य प्रसक्तिः नास्ति इत्येव लिखितम् अग्रे पठतु भगिनि समापयामः कुत्र अस्ति तर्हि तर्हि भट्टोजिदीक्षितः सिद्धान्तकौमुदीकारेण स्वीकृतमार्गः नितरां दोषाय इति किम् भाष्यकारः मार्गद्वयम् प्रश्नः अस्ति न वदति भाष्यकारः मार्गद्वयमपि प्रतिपादयति महाभाष्ये द्वयोरपि मार्गयोः अङ्गीकारः सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति नाम तथा न भवति चेत् परिभाषेन्दुशेखरे प्रस्तुतपरिभाषा विकरणेभ्यो निमयो बलियान् नियमो बलियान् एकचत्वारिंशत् निष्प्रयोजनं भवति अस्य सर्वस्य दर्शनेन मातृभिः उच्यते यत् भट्टोजिदीक्षितमार्गः दोषाय न किन्तु अस्य अनावश्यकता भट्टोजिदीक्षितः सिद्धान्तकौमुद्यां भट्टोजिदीक्षित अस्ति सिद्धान्तकौमुदीकारः तेन एव सिद्धान्तकौमुदी लिखितं सो सः अस्ति भट्टोजिदीक्षित इति सिद्धान्तकौमुदीकारः सो तेन सिद्धान्तकौमुदीकारेण स्वीकृतमार्गः दोषः अस्ति वा इति प्रश्नः नितराम् इति अव्ययपदम् अस्ति भगिनि अत्र नितराम् इत्युक्ते कम्प्लीट्लि फुल् तत्र दोषः अस्ति वा इति प्रश्नः उत्तरं किमस्ति उत्तरमस्ति भाष्यकारः अपि एकं भाष्यकारः कः भगिनि पतञ्जलि आम् तस्य ग्रन्थः महाभाष्ये इन्द महाभाष्यग्रन्थः सः किं प्रतिपादयति द्वयमपि मार्गं प्रतिपादयति सो फस्ट् तिबादयः देन् शतासि लृ लटो इत्यनेन स्य अपि च प्रथमसोपाने एव स्य यथा माताजि वदति प्रथमसोपाने एव स्य ही हेज् गिवन् बोध् द प्रक्रियास् इन् देट् ग्रन्थ मार्ग द्वयमपि मार्गयोः अङ्गीकारः स्वीकृतः सो ही हेज् एक्सेप्टेड् बोथ् द वेज् सो सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति ही आल्सो गिव्स् द लाजिक् वै ही इस् डूयिङ्ग् दिस् शतासि लृ लुटो इति कर्तरि शप् सूत्रस्य अपवादः अतः शप् प्रबाद्यस्य योजनीयं सो ही वट् ही सेस् ही सेस् परिभाषा इन्दुशेखरग्रन्थः इति तत्र ओल्ड् ग्रन्थः अस्ति तत्र सर्वाणि ये यानि तत्र परिभाषाः सन्ति तेषां तत्र उल्लेखः अस्ति तत्र एकं परिभाषा अस्ति विकर्णेभ्यो नियमः बलीयान् सो ऐ डिड् नाट् फैण्ड् एनी रेफरेन्स् टु दिस् सो ऐ विल् ट्रै टु फैण्ड् दिस् अगेन् सो ही सेज् देन् दिस् परिभाषा विच् इस् गिविङ्ग् इन् द परिभाषा इन्दुशेखर ग्रन्थे यत् परिभाषा दत्तं देट् विल् गो वेस्ट् because this paribhasha says vikarna pratyayah from the vikarna pratyah niyamah baliyan so using this he says that satasi lruluto is an apavad sutram for kartari shab because kartari shab sutre vikarnasya vidhanam and satasi lruluto iti sah vadati iti atra niyamah asti lrut lakare सो अत्र एतस्य परिभाषायाः तत्र सम्पूर्ण तत्र किम् उल्लेखः इति तु मया न प्राप्तं कुत्रापि सो ही गिव्स् दिस् लाजिक् देट् देन् दिस् परिभाषा विल् गो वेस्ट् वाट् इस् द यूस् आफ् दिस् परिभाषा विकर्णेभ्यः नियमः बलीयान् सो ही सेस् दिस् शतासि लृ लटो अत्र किञ्चित् नियमः उक्तम् परन्तु कर्तरि शब् सूत्रे तु विकर्णस्य विधानं सो फ्रोम् द विकर्णः नियम् इस् मोर् पवर्फुल् इति एतत् परिभाषा वदति किम वदति सो ही दिस् इस् द लाजिक् देट् ही गिव्स् फार् हिस् ओन् प्रक्रिया स्वस्य मार्गस्य कारणं प्रदर्शयति एतत् एव कारणं विकर्णेभ्यः नियमः बलीयान् इति परिभाषा परन्तु अतः एतादृशः तत्र चिन्तनं कृत्वा माता वदति माताजी वदति दोषः तु नास्ति तत्र कौमुदीकारेण यत् प्रक्रिया दत्तं तत्र दोषः नास्ति परन्तु तादृश प्रक्रिया अनावश्यकम् इस् नाट् रिक्वयर्ड् इस् अनावश्यकं दोषाय न किन्तु अस्य अनावश्यकता इत्येव वदति अग्रे अपि पठतु अत्र प्रश्नः उदेति यत् प्रथमं स्यविधानं भवति चेत् अनन्तरं कथं वा लृट् स्थाने तिष्ठस्जि सिप्तस्थ मिद्वस्मस् त आतां झ थास् आतां ध्वम् इड्वही महिम् इत्यनेन तिबादयः आगच्छेयुः सूत्रे धातोः इत्यस्य अधिकारः अनेन प्रत्ययः साक्षात् धातोः अनन्तरं स्यात् स्य प्रत्ययः किन्तु मध्ये आगतः उत्तरम् अस्ति यत् अत्र धातोः प्रत्ययविधानं न जायमानं लिट् प्रत्ययः धातोः प्रत्ययविधानम् आसीत् अधुना लृट् प्रत्ययः वर्तते एव तत्र लस्य इत्यस्य सामर्थ्या धातोः इत्यस्य अधिकारः नास्ति न आवश्यकम् एव क्रमः अस्ति धातोः परः लृट् तदा मध्ये स्य तदा लृट् स्थाने तिबादयः अत्र स्थाने इति कार्यं न तु धातोः धातोः परः यत् कार्यम् अपेक्षितम् आसीत् तत्तु सञ्जातम् अधुना लस्य इति षष्टिविभक्तौ तस्य च प्राधान्यम् साधारणटीकाग्रन्थेषु तिबादीनां विधाने धातोः इत्यस्य अधिकारः प्रदर्श्यते यतोहि तत्र प्रथमं तिबादयः तदा शपं प्रदाद्य स्य किन्तु यदा स्य प्रत्ययः प्रथमम् आयाति अपि च तस्मात् प्राक् एव लृट् जातः धातोः तदा लस्य इत्यनेन एव कार्यं भवति धातोः इत्यस्य अधिकारः प्रदर्श्यते यतोहि तत्र प्रथमं तिबादयः तदा शपं प्रबाध्य स्य किन्तु यदा स्य प्रत्ययः प्रथमम् आयाति अपि च तस्मात् प्राक् एव लृट् जातः धातोः तदा लस्य इत्यनेन एव कार्यं भवति धातोः इत्यस्य द्विवारम् आनयनं न आवश्यकम् अवगतं वा भगिनि किञ्चित् किञ्चित् अवगतं भगिनि वदतु यत् अवगतं तत् वदतु प्रश्नः अस्ति प्रथमं स्य विधानं भवति वा भवति अनन्तरं लृट् स्थाने तिप्तश्चि आगन्तुं शक्य करणीयं वा इति सूत्रे धातोः अस्ति धातोः सूत्रस्य अधिकारः अस्ति धातोः इति कीदृशपदं धातोः पञ्चम्यन्तं पञ्चम्यन्तं पदं किं वदति अनन्तरं प्रत्ययः आयाति इति धातोः अनन्तरम् आयाति तस्मादिति उत्तरस्य इत्युक्ते तस्मादिति उत्तरस्य तस्य साक्षात् उत्तरे कार्यं भवेत् दिस् इस् द हिण्ट् ओवर् हियर् धातोः इति पञ्चमी अस्ति चेत् तस्मादिति उत्तरस्य इत्युक्ते यत्र यत्र धातोः अधिकारः केचन टीकाकारः तत्र वदन्ति अत्र धातोः इति अधिकारः अस्ति अतः यत्किमपि कार्यं भवेत् साक्षात् धातोः परे भवेत् सो यदि वयं तत्र स्य योजयामः धातुयोगस्य कुर्मः लृट् लकारे नो चेत् लृङ् लकारे च योजयामः अनन्तरं यु आर् टेलिङ्ग् देट् लस्य इत्यनेन तिप्तजि सो तिवादयः तत्रापि धातोः अधिकारः अस्ति लस्य तिप्तजि सो तिपादयः तु साक्षात् धातोः परे तत्र स्थापनीयम् किमर्थं तत्र इदानीं तु स्य मध्ये अस्ति तु धातोः तत्र तिबादयः तु धातोः साक्षात् न विधीयते इति एव तत्र ब्रह्मः अस्ति सो लस्य तिप्तजि इति सूत्रे अपि धातोः इति अधिकारः धातोः अधिकारात् तत् किं भवति धातोः साक्षात् परे योजनीयं बट् वट् वी आर् डूयिङ्ग् वी आर् डूयिङ्ग् धातुयोगस्य देन् लस्य इत्यनेन तिप्तजि सो ये तिबादयः इदानीं योजयामः ते तु धातोः न विधीयते धातोः इति पञ्चमी अस्ति सो केचन टीकाकारः तत्र वदन्ति यथा भट्टोजि दीक्षित् साक्षात् परे धातोः साक्षात् परे भवेत् सो दट् इस् वै दे फालो दिस् प्रक्रिया प्रथमे धातुयोग तिप् बिकास् तत्र धातोः इत्यादिकारः प्रथमे तिप् अनन्तरं तत्र कर्तरि शप् अपि च शतसि लृ लृटो इति अनयोः तत्र बलाबलचिन्तनेन तत्र स्य इति योजनीयं। सो यत्किमपि तत्र प्रत्ययः भवेत् सः धातोः परे एव भवेत्। परन्तु अत्र किं लिखितम्? अत्र कः किमत्र विधिः दत्तं? किं लिखितम् अत्र? वयं स्य प्रत्ययः मध्ये आनयति, उत्तरमस्ति धातोः प्रत्ययः प्रत्ययविधानं न जायमानम्। एतत् न अवगतम्। धातोः प्रत्ययविधानं न जायमानम् इत्युक्ते धातोः उत्तरमस्ति यत् अत्र धातोः प्रत्ययविधानं न जायमानम्। सो अत्र यः प्रत्ययस्य विधिः अस्ति कीदृशप्रत्ययस्य? तिबादयस्य। सो लृट् लकारे इत्युक्ते अत्र किं लिखितं? धातोः इत्यस्य अधिकारः अनेन प्रत्ययः साक्षात् धातोः अनन्तरं स्यात्। यत्किमपि प्रत्ययः सः धातोः अनन्तरं स्यात्। स्य प्रत्ययः किन्तु मध्ये आगतः। सो तिप्तजि ये प्रत्ययाः तेषां कृते तु इदानीं स्य मध्ये अस्ति। सो उत्तरमस्ति यत् अत्र धातोः प्रत्ययविधानं न अत्र धातोः इति प्रत्ययविधानं नास्ति। तिप्तजि इति धातोः प्रत्ययविधानं न, अत्र तु लस्य स्थाने तिबादयः षष्ट्यन्तम् अस्ति इति वदति। सो अत्र उत्तरमस्ति अत्र यः तिप्तजि विधिः सः धातोः न विधीयते, सः तु लस्य स्थाने विधीयते। अतः तत्र धातोः इति अधिकारः अनावश्यक। द्विवारं तत्र इत्युक्ते धातोः किं विधीयते? धातोः तु लृट् विधीयते, लृट् लकारस्य लृट् एव विधीयते। अनन्तरं तत्र लस्य लकारस्य स्थाने तिबादयः। सो तिबादयस्य कृते धातोः इति अधिकारः अनावश्यकं, तत्र तु लस्य इति अधिकारः आवश्यकम्। तिबादयस्य कृते लस्य अधिकार, लस्य अपि अधिकारसूत्रं, धातु अपि अधिकारसूत्रं। सो तिबादयस्य कृते लस्य अधिकारसूत्रम् आवश्यकं, न तु पुनः धातोः इति अधिकारः आवश्यकः। अतः यद्यपि तत्र साक्षात् धातोः तिबादयः न विधीयते लृट् लकारे अपि च लृङ् लकारे, तत्र तु षष्ठ्यन्तं षष्ठीपदम् अस्ति, अतः स्थाने भवति। अतः अत्र लिखितम् अत्र स्थाने इति कार्यं, न तु धातोः। कस्य विषये? तिबादयस्य विषये। तिबादयस्य विषये स्थानिकार्यमस्ति, लस्य स्थाने तिबादयः, लः अपगच्छति तस्य स्थाने तिबादयः। सो अतः अत्र धातोः इति पञ्चमी न आवश्यकम्, अत्र तु स्थानिपदमस्ति। सो धातोः परे यत् कार्यम् अपेक्षितम् आसीत् इत्युक्ते लृट् लकारस्य योजनं, तत्र एव धातोः इति अधिकारः आवश्यकम्। पुनः तिबादयस्य कृते धातु अधिकारः न आवश्यकम्। इदानीं तु अधुना तु लस्य इति षष्ठी विभक्ति इत्यनेन तत्र स्थानी कार्यम् अस्ति, न तु धातोः कार्यं, पञ्चमी कार्यं न अस्ति, अत्र स्थानी कार्यम् अस्ति। अतः तदेव समाधानम् अस्ति। सो यद्यपि वयं तत्र प्रथमे योजयामः, अनन्तरं लः अपगच्छति तस्य स्थाने तिबादयस्य विधानं, सो तिबादयस्य कृते धातोः इति अधिकारः नावश्यकम्। परन्तु लकाराणां कृते तु धातोः अधिकारः आवश्यकं, किमर्थं चेत् सर्वे दशलकाराः धातोः विधीयन्ते, तत्र धातु अधिकारः आवश्यकं। परन्तु ये तिबादयाः, ये तिङ्प्रत्ययाः, तेषां कृते तु लस्य अधिकारः आवश्यकं, लस्य स्थाने तिबादयस्य आदेशः। तत्र धातु अधिकारः इति द्विवारम् आनयनम् अनावश्यकं, न आवश्यकम् इत्येव लिखितम्, इत्येव समाधानम्। इत्युक्ते सम् आफ् द वैयाकरणाः ते वदन्ति अत्र सर्वत्र धातोः इति अधिकारः अस्ति, अतः यत् किमपि प्रत्ययः अस्माभिः योजनीयं सः साक्षात् धातोः एव योजनीयं, किमर्थं चेत् पञ्चमी अस्ति, तस्य उत्तरे एव योजनीयं। सो यदि अहं वयं तत्र प्रथमे एव स्य योजयामः, अनन्तरं तिवादयः तु धातोः न विधीयते, तु तत्र दोषः अस्ति। परन्तु माताजी वदति तिबादयस्य कृते लस्य अधिकारः आवश्यकं, न तु धातुः अधिकारः आवश्यकं। तत्र साक्षात् षष्ठ्यन्तं पदं महर्षिणा दत्तं, सो लः तत्र अधिकारः आवश्यकं। लः अपगच्छति, तस्य स्थाने तिप्तजि आयाति, अन्यथा तु लः लः इति वयं वदामः न, ल भागः कुत्र गच्छति, सो लः अपगच्छति। लस्य इत्यनेन षष्ठी अत्र शत्रुवत् आदेशः अस्ति, लः अपगच्छति, तस्य स्थाने तिप् नो चेत् तस् नो चेत् जि इति अस्माभिः योजनीयं। सो अत्र लस्य अधिकारः आवश्यकं, कुत्र? तिबादयस्य कृते, न तु धातुः अधिकारः आवश्यकं। धातु इति अधिकारः तु लकारस्य कृते आवश्यकम् इत्येव लिखितम्। कोऽपि प्रश्नः अस्ति वा? सर्वैः अवगतं वा? अवगतं वा? एतत् परिच्छेदमपि समापयतु भगिनि। अन्ते च लिट् आशिर् लिङ्ग् इत्यनयोः का गतिः? तत्र आर्धधातुकत्वं साक्षात् विधीयते, लिट् च लिङ्गाशीषि इति सूत्राभ्यां किमर्थम् इति चेत् उभयत्र विकरणप्रत्ययः एव नास्ति। तादृशम् आर्धधातुकविधानं यदि न अभविष्यत् तर्हि उभयत्र कर्तरी शप् भवति स्म। तस्य निवारणार्थम् आर्धधातुकत्वं साक्षात् विहितम् आशीर्लिङ्गी सियु विद्यते, किञ्च सः तु आगम न तु प्रत्ययः। इत्युक्ते वि हाव् डिस्कस्ड् अबौट् स्य ताश्चिलि, इदानीं लिट् लकारस्य विषये किम्, आश्चर्लिङ्ग्लकारस्य विषये किं? तत्र तु कोऽपि विकरणप्रत्ययः एव नास्ति, तादृशसूत्रमेव नास्ति। विकरणप्रत्ययस्य विधेयार्थं तत्र कोऽपि सूत्रमेव नास्ति, सो तत्र किं भवति? वदति तत्र साक्षात् आर्धधातुकत्वं विधीयते, सूत्रद्वारा विधीयते, सूत्रद्वयं सूत्राभ्यां तत्र आर्धधातुकत्वं विधीयते। सो लिट् लकारे इति वादयः ते साक्षात् आर्धधातुसंज्ञकाः, आशीर्लिङ्ग्लकारे ये तिवादयः ते अपि आर्धधातुकसंज्ञकाः। सो यदि तिवादयः स्वयम् आर्धधातुक् भवति तत्र तु कर्तरिषसूत्रस्य प्रसक्तिः एव नास्ति, केवलं सार्वधातुके परे एव कार्यं करोति। तथैव अन्य ये द्वादिभ्यः श्नु द्वादिभ्यः शन् तेषां कृते अपि सार्वधातुकत्वं प्रत्यये भवेत्, परन्तु एतेषु लकारद्वये तु आर्धधातुकत्वं विधीयते न तु सार्वधातुकत्वम्। अतः तत्र साक्षात् तत्र वदति अत्र यद्यपि यदि एतत् सूत्रद्वयं तत्र न स्तः ग्रन्थे तदा तु कर्तरिषसूत्रस्य तत्र प्रसक्तिः भवति स्म, परन्तु सूत्रद्वयं तत्र एतत् सूत्रद्वयं तत्र स्तः ग्रन्थे, अनेन वयं ज्ञातुं शक्यते तत्र तिबादयः अर्धधातुसंज्ञकः, अतः कर्तरिषसूत्रस्य प्रसक्तिः तत्र न भवति एतेषु लकारद्वये। अपि च यदा वयम् अग्रे पठामः तत्र तिबादयस्य आदेशः आश्रितलिङ्ग्लकारे सीयुट् इति आगमः अस्ति, प्रत्ययस्य आगमः अस्ति, न तु तत्र यः सीयु यः तत्र इह भागः श्रूयते, सकारसि तत्र सकारः अपि अपगच्छति, टकारः इत् संज्ञक अस्ति, उकारः उच्चारणार्थम् अस्ति, तत्र इय एव भागः तत्र अन्ततो गत्वा अवशिष्यते, परन्तु एतत्तु आगमः, एतत् प्रत्ययस्य आगमः अस्ति, न तु सीयुट् इति प्रत्ययः नास्ति, सीयुट् इति आगमः अस्ति, स्य प्रत्ययः अस्ति, तास् प्रत्ययः अस्ति, चिल्लि प्रत्ययः अस्ति, परन्तु सीयुट् इति आगमः अस्ति, न तु प्रत्ययः. आगटित् अस्ति अतः आदौ भवति, तिबादयस्य आदौ भवति, परन्तु सो दिस् एतद् भागः धातु तिबादयस्य मध्ये श्रूयते, परन्तु सीयुट् इति प्रत्ययः नास्ति. सीयुट् इति आगमः, प्रत्ययस्य आगमः भवति, अतः तत्र भिन्नचिन्तनं. सर्वैः अवगतं वा? आं महोदय. इदानीमत्र स्थगामः, शान्तिमन्त्रं पठ. जगदीश महोदय, शान्तिमन्त्रं पठति वा महोदय? ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः.